ॐ सरस्वती महाभागे विद्ये कमले लोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तनमानविषयः अस्ति धातुविज्ञानं द्वितीयः। तत्र एतावता किं पठितं? मञ्जरी भगिनी, कोऽपि पृष्टः वा? न न, धातुविज्ञानं द्वितीयभागः अस्ति वा इति प्रश्नः अस्ति, परन्तु भवती उक्तवती। धातुविज्ञानं द्वितीयम् तत्र दृष्टवन्तः अस्मिन् करपत्रे, तत्र चत्वारि प्राकृतिककार्याणि तत्र विषये तत्र दत्तं। धातुषु एव एतत् कार्याणि सम्भवति, इत्युक्ते तत्र यदा वयं धातुः लौकिकरूपसिद्ध्यर्थं धातुपाठतः नयामः, तत्र प्रथमसोपाने तु वर्णानाम् इत्संज्ञा करणीयं। यत्र यत्र इत्संज्ञकवर्णाः तत्र वर्णानाम् इत्संज्ञा भवति। अनन्तरं यस्य यस्य इत्संज्ञा तस्य तस्य लोपः अपि भवति। सो प्रथमकार्यमस्ति धातुषु यदि कोऽपि अनुबन्धवर्णाः तस्य निष्कासनं। अनन्तरं तत्र ये चत्वारि कार्याणि सन्ति तेषु प्रथमकार्यमस्ति सत्त्वं। सत्त्वं विषये तत्र यः सूत्रम् अस्ति धातु आदेशः सः, सो तत्र उपदेश इति पदस्य अनुवृत्तिः। सो उपदेश अवस्थायां धातुः प्रथमवर्णः आदिमवर्णः मूर्धन्यषकारः अस्ति चेत् तत्र तस्य सकारादेशः भवति इति सूत्रस्य अर्थः, धातु आदेशः सः इति सूत्रस्य अर्थः। सो अत्र यः आदिमषकारस्य सकारादेशः भवति उपदेश अवस्थायां, तस्य कृते कोऽपि बाह्यनिमित्तं नास्ति। अतः वयं किं वदामः, एतत् सूत्रं प्राकृतिकसूत्रम्, इत्युक्ते अस्य सूत्रस्य कृते कोऽपि बाह्यनिमित्तम् आवश्यकं नास्ति। केवलं तत् द्रष्टव्यम् आदिमवर्णः मूर्धन्यषकारः अस्ति चेत् तस्य सकारादेशः भवति, अपि च एतत् कार्यं केवलम् उपदेश अवस्थायाम् एव भवति। सो धातुः उपदेश अवस्थायां मूर्धन्यषकारः अस्ति चेत् तस्य सकारादेशः भवति। ये धातवः येषां धातूनां कृते तत्र आदौ मूर्धन्यषकारः वर्तते तेषां व्याकरणशास्त्रे एकं नामम् अस्ति शोपदेशधातुवः। सो यत् तत्र अराउण्ड् 89 शोपदेश तत्र सन्ति व्याकरणशास्त्रे। पूर्वस्मिन् वर्गे किं पठितवन्तः, तत्र यत्र यत्र उपदेश अवस्थायां यत्र यत्र तत्र वर्गीय अनुनासिक व्यञ्जनः श्रूयते, सः अनुनासिक व्यञ्जनः तत्र मूले तु दन्तनकारः आसीत्, दन्तनकारात् जाः, दन्तनकारात् उत्पन्नः। तत्र सन्धिसूत्राणि सन्ति येन किं तत्र नकारस्य तत्र अनुस्वारादेशः भवति, अनन्तरं तत्र तस्य अनुस्वारस्य पुनः द्वितीयसूत्रेण तत्र भिन्नसूत्रेण तत्र परसवर्ण आदेशः भवति। सो तत्र नकारात् एव कण्ठनकारः, तालुनकारः, मूर्धन्यनकारः अपि च मकारः उत्पन्नः इति तत्र एकम् अन्यत् वार्ता अस्ति। अपि च तत्र वयं दृष्टवन्तः ये शोपदेशधातवः धातुपाठे येषां प्रथमवर्णः षकारः, तादृशधातूनां साक्षात् अनन्तरं तत्र केषुचित् धातुषु टकारः, ठकारः अपि च नकारः अपि श्रूयते साक्षात् परे। सो तत्र यः टकारः, ठकारः धातुपाठे शोपदेशधातूनां कृते श्रूयते, सः तत्र मूले टकारः, ठकारः नासीत्। यथा तत्र यः धातुपाठे यदि कण्ठ न, तालु न, मूर्धन्य न अस्ति चेत् ते मूले तत्र ते वर्णाः न आसीत्, तत्र तु मूले नकारः आसीत् परन्तु सन्धिसूत्र सूत्रयोः तत्र कण्ठन तालुन इति तत्र भवति तथैव ये शोपदेशधातवः यदि तेषां साक्षात् अनन्तरम् इत्युक्ते शकारस्य टकारस्य मध्ये किमपि नास्ति शकारस्य साक्षात् अनन्तरं ट अथवा ठ श्रूयते ते तत्र मूले तु ट ठ न आसीत् मूले तु तत्र त अपि च थ टक यत्र टकारः तत्र तकारः मूले आसीत् यत्र ठकारः यस्मिन् धातुः मूर्धन्यषकारस्य साक्षात् अनन्तरं ठकारः श्रूयते तत्र तु सः मूले थकारः आसीत् त थ वर्गीयद्वितीयव्यञ्जनः सो तत्र ष्टुत्वसन्धि इति कारणेन तत् अभवत् इत्युक्ते तत्र षुटुत्वसन्धि अवसरः कुत्र अस्ति यदा तत्र वर्णयोः मध्ये संहिता अस्ति तत्र ष्टुत्वसन्धि भवति इति सूत्रं वदति स्तोः ष्टुना ष्टुः सूत्रं वदति यत्र सकारतकारस्य साक्षात् अनन्तरं तत्र शकारः अथवा टु यः टु टवर्गीयव्यञ्जनः अस्ति तत्र तत्र ष्टुत्व आदेशः भवति तस्य सकारस्य सकारस्य शकारादेशः भवति तु वर्गस्य टु वर्ग आदेशः भवति सो तत्र किमपि न उक्तम् उपदेशावस्थायां करणीयं वा तत्र कुत्रचित् प्रक्रिया मध्ये करणीयं वा पदनिर्माणस्य समये मध्ये कुत्रचित् अवसरः आयाति एतत् सूत्रस्य अवसरः यत्र यत्र यत्र कुत्रापि वर्णयोः मध्ये सामीप्यम् अस्ति चेत् संहिता अस्ति चेत् तत्र एतत् सूत्रम् आगत्य कार्यं कर्तुं शक्यते सो तत्र धातुपाठे यत्र यत्र शोपदेशधातुः तस्य साक्षात् अनन्तरं कुत्रचित् तथ अस्ति चेत् तस्य टकार ठकारः इति अनेन सूत्रेण तत् परिवर्तनं भूत्वा एव तत्र धातुपाठे तत् धातुः दत्तम् यदा वयं तत्र शोपदेशधातुः कोऽपि नयामः प्रक्रियार्थं तत्र प्रथमे तु इत्संज्ञकवर्णानां निष्कासनं भवति अनन्तरं तत्र शोपदेशधातुः अस्ति चेत् धातुवादेशः सः इति सूत्रस्य अपि प्रसक्तिः भूत्वा तत्र सकारादेशः भवति षकारः अपगच्छति तस्य स्थाने सकारः आयाति सो इदानीं यः तत्र मूले टकारः अथवा ठकारः षकारस्य साक्षात् अनन्तरं तदपि न तिष्ठति तदपि अपगच्छति तस्य स्थाने तत्र पुनः तत्र यः मूले यत् वर्णः आसीत् तकारः अथवा थकारः आसीत् सः पुनः आयाति किमर्थं चेत् इदानीं तत्र यः षकारस्य कारणेन तकारस्य टकारः अभवत् यदि षकारः एव तत्र नास्ति तत्र टकारस्य कोऽपि प्रयोजनमेव नास्ति अतः तत्र पुनः तकारः एव तिष्ठति सो तस्य कृते किं तत्र एकं प्रवादः अस्ति निमित्तपायनैमित्तिकस्य अपि अपायः इति एकं प्रवादः परिभाषा नास्ति सूत्रं नास्ति अपि च वार्तिकं नास्ति सो एतत् शास्त्रीयचिन्तनं नास्ति शास्त्रीयचिन्तनं किं शास्त्रीयचिन्तनम् अस्ति पूर्वत्र सिद्धं सो पूर्वत्र सिद्धम् इति एकं शास्त्रं शास्त्रम् इत्युक्ते सूत्रमेव तत्र व्याकरणशास्त्रे सूत्राणाम् आदौ तु सूत्राणामेव प्रमाणम् सो पूर्वत्र सिद्धम् एकं सूत्रम् अस्ति अनेन शास्त्रेण किम् अनेन शास्त्रेण अष्टाध्यायीग्रन्थस्य तत्र भागद्वयं कृतम् एतत् सूत्रम् अष्टाध्यायीग्रन्थस्य भागद्वयं कृतम् एतत् सूत्रं कुत्र अस्ति अष्टाध्याये द्वितीयपादे प्रथमसूत्रम् अस्ति सो अष्टाध्याये प्रथमपादस्य अन्त्यपर्यन्तं यत् भागम् अष्टाध्यायीग्रन्थस्य यत् भागं तत् सपादसप्ताध्यायी इति तस्य नाम अष्टाध्याये द्वितीयपादे प्रथमसूत्र आरभ्य अष्टाध्यायस्य अन्त्यपर्यन्तम् अष्टाध्यायस्य त्रीणि पादाः द्वितीयपादं तृतीयपादं चतुर्थपादं तस्य द्वितीयभागः सः अष्टाध्यायीग्रन्थस्य द्वितीयभागः सो द्वितीयभागस्य नाम तत्र त्रीणि पादाः सन्ति अतः तत्र त्रिपादी इति तस्य नाम भवति सो अष्टाध्यायीग्रन्थस्य भागद्वयम् एकम् अस्ति सपादसप्ताध्यायी द्वितीयमस्ति त्रिपादी अनेन सूत्रेण किं भवति सपादसप्ताध्यायीसूत्राणां कृते त्रिपादी शास्त्र असिद्धानि. शास्त्र असिद्ध इति वदामः चेत् डस् नाट् एक्सिस्ट्. इट् मीन्स् देट् फार् आल् द सपादसप्ताध्यायीसूत्राणां कृते तत्र त्रिपादी न एव अस्ति, न एव वर्तते. तथैव एतत्तु प्रथमभागः. सो सपादसप्ताध्यायी भागे यानि सूत्राणि तेषु कृते त्रिपादीसूत्राणि असिद्धानि, शास्त्र असिद्धानि. तत् शास्त्रमेव न वर्तते. अपि च एतत्तु प्रथमभागः. द्वितीयभागः अस्ति पूर्वत्र सिद्धम् इत्यनेन न केवलं सपादसप्ताध्यायीसूत्राणां कृते त्रिपादीसूत्राणि असिद्धानि, तत्र त्रिपाद्यां यानि सूत्राणि तेषु सर्वेषु सूत्रेषु पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम्. सो अष्टमध्यायस्य द्वितीयभागस्य चतुर्थसूत्रस्य कृते पञ्चमसूत्रम् असिद्धम्. पञ्चमसूत्रस्य कृते षष्ठं सूत्रम् असिद्धम्. तथैव दशमसूत्रस्य कृते एकादशसूत्रम् असिद्धम्. पूर्वसूत्रस्य कृते परसूत्रम् असिद्धं. किमर्थं चेत् पूर्वत्र सिद्धम् इति सूत्रस्य अधिकारः त्रिपाद्यां सर्वत्र वर्तते. प्रथमसूत्र आरभ्य ग्रन्थस्य अन्तपर्यन्तं यानि सूत्राणि तत्र तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः. अतः प्रत्येकस्मिन् सूत्रस्य कृते अनन्तरं यानि सूत्राणि ते सर्वाणि असिद्धानि. सो तत्र एकचत्वारिंशत् अष्टमाध्याये चतुर्थपादे एकचत्वारिंशत् सूत्रस्य सूत्रं किं, तस्य कृते किं, तत् सूत्रं तत्र चिन्तयति. अनन्तरं कोऽपि सूत्रमेव न वर्तते. पूर्वं तु सूत्र ये पूर्वसूत्राणि ते तु स्तोः अष्टुनाष्टुः इति सूत्रस्य कृते तत्र सिद्धः. परन्तु अनन्तरं यानि सूत्राणि ते सर्वाणि असिद्धानि, ते न वर्तते एव, ते नास्ति एव, तत् सूत्रमेव नास्ति अनन्तरं यानि सूत्राणि इति पूर्वत्र सिद्धम् इत्यनेन भवति. सो तत्र कानिचन वैयाकरणाः मन्यन्ते. तत्र शास्त्र असिद्धम् अपि च कार्यसिद्धम् इति भवति. भागद्वयं वर्तते. पूर्वत्र सिद्धम् इत्यनेन एकमस्ति शास्त्र असिद्धम्. इत्युक्ते तत्र एकस्मिन् समये सूत्रद्वयस्य प्रसक्तिः भवति चेत् एकस्मिन् सोपाने यदा तत्र पदनिर्माणार्थं यः व्याकरणशास्त्रमस्ति तत्र किं भवति, केवलं तत्र तस्मिन् यन्त्रागारे व्याकरण इति यदा तत्र सपोज् वी थिङ्क् देट् व्याकरणः अष्टाध्यायीग्रन्थः इस् अ यन्त्रागारः, तत्र किं भवति, तत्र पदानां निर्माणं भवति. पदस्य निर्माणं, पदस्य युत्पत्तिः कथं करणीयम् इति तत्र सूत्राणि, तस्य कृते सूत्राणि सन्ति. सो तत्र यदा कोऽपि पदनिर्माणसमये एकस्मिन् काले एकस्मिन् समये सूत्रद्वयस्य प्रसक्तिः भवति चेत् तत्र केन सूत्रेण प्रथमे कार्यं करणीयम्. सपादसप्ताध्याय्यां तु तत्र बलाबलचिन्तनं भवति, परन्तु त्रिपाद्यां किं, त्रिपादीस्थितानि सूत्रयोः मध्ये तत्र सङ्घर्षः भवति चेत् केन सूत्रेण प्रथमे कार्यं. सो तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारतः एव तत्र कार्याणि सम्भवति. यः पूर्वसूत्रमस्ति तस्य कृते परशास्त्रं न एव अस्ति. अतः प्रथमे तत्र पूर्वसूत्रेण कार्यं भवति. अनन्तरं सूत्रेण कार्यं भूत्वा यदि पुनः तत्र यः द्वितीयसूत्रमस्ति तस्य प्रसक्तिः अस्ति चेत् करणीयं, पुनः प्रसक्तिः नास्ति चेत् न करणीयं. सो यत्र यत्र एकस्मिन् काले एकस्मिन् समये सूत्रद्वयस्य मध्ये सङ्घर्षः भवति केन सूत्रेण प्रथमे कार्यं, तत्र पूर्वसूत्रमेव सिद्धमस्ति. परसूत्रं तु एतत् सूत्रस्य कृते 39 सूत्रस्य कृते तत्र अष्टाध्यायस्य चतुर्थपादे यत् सूत्रं तत् न एव वर्तते, तत् शास्त्रसिद्धम् इति तस्य तादृशचिन्तनस्य नाम अस्ति शास्त्रसिद्धम्। एतत् शास्त्रमेव न वर्तते जलां जशोऽन्ते इति सूत्रस्य कृते, अतः अत्र प्रथमे जलां जशोऽन्ते इति सूत्रेण कार्यं। सो त्रिपादीयां सूत्रसङ्ख्या तत्र अवश्यं तत्र जानीमः चेदेव तत्र लाभः भवति, तत्र लाभाय एव। किमर्थं चेत् तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः सर्वत्र वर्तते। सो यदा तत्र सूत्रद्वयोः एकत्र प्रसक्तिः भवति चेत् तत्र पूर्वसूत्रेण एव प्रथमे कार्यं भवति करणीयं। तथैव तत्र ये हलसन्धिसूत्राणि तत्र सर्वत्र, किमर्थं चेत् पाणिनिना सर्वे हलसन्धिसूत्राणि कुत्र स्थापिताः? त्रिपाद्याम् एव ते सर्वाणि सूत्राणि। सो हलसन्धिसूत्रस्य प्रसक्त्यर्थं तत्र सूत्रसङ्ख्या तत्र द्रष्टव्यं, सूत्रसङ्ख्या दृष्ट्वा एव तत्र कार्यं करणीयं। किमर्थं चेत् जलां जशो अन्ते इति सूत्रे अपि पूर्वत्र सिद्धम् इत्यस्य अधिकारः, स्तोहोष्णाश्चुः इति सूत्रस्य कृते अपि पूर्वत्र सिद्धम् इत्यस्य अधिकारः। सो अस्मिन् सूत्रे पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति, अतः परस्थितानि सूत्राणि, सर्वाणि परस्थितानि सूत्राणि असिद्धानि इति तत् अस्य अर्थः। एतत् सर्वं पूर्वे दृष्टवन्तः। एतत् सूत्रस्य भागद्वयम् अपि अस्ति कार्यसिद्धं। सो कार्यसिद्धम् इत्युक्ते किं? शास्त्रसिद्धं दृष्टवन्तः, यत्र प्रक्रियाकाले पदनिर्माणसमये एकस्मिन् काले एकस्मिन् सोपाने सूत्रद्वयस्य प्रसक्तिः भवति चेत्, अत्रापि यदि सूत्रद्वयस्य यत्र प्रसक्तिः भवति, एकं सूत्रं सपादसप्ताध्यायीसूत्रं, द्वितीयसूत्रं त्रिपादीसूत्रं, तत्र सर्वदा सपादसप्ताध्यायीसूत्रेण एव प्रथमे कार्यं करणीयं। किमर्थं चेत् तस्य कृते अपि समानचिन्तनं, सपादसप्ताध्यायीसूत्राणां कृते त्रिपादीस्थितानि सर्वाणि सूत्राणि असिद्धानि, अतः प्रथमे तत्र इह सिद्धशास्त्रमस्ति तेन एव कार्यं करणीयम्। अनन्तरं पुनः तत्र प्रसक्तिः अस्ति चेत् त्रिपादीसूत्रद्वारा कार्यं करणीयं, तत् द्रष्टव्यम्। सो न केवलं त्रिपादीसूत्रयोः मध्ये तत्र सङ्घर्षः भवति एकस्मिन् समये तत्र पूर्वसूत्रेण कार्यं, परन्तु यदा तत्र सपादसप्ताध्यायीसूत्र अपि च त्रिपादीसूत्रमध्ये तत्र सङ्घर्षः भवति, बलाबलचिन्तनं भवति चेत् तत्र सपादसप्ताध्यायीसूत्रद्वारा एव कार्यं करणीयं, न तु त्रिपादीसूत्रेण प्रथमे कार्यं। सो तत् शास्त्रसिद्धम् इति उच्यते, इति तस्य नाम अस्ति। द्वितीयमस्ति कार्यसिद्धं। तो कार्यम् असिद्धं कदा भवति इति तत्र कार्यसिद्धं, बहु वैयाकरणाः कार्यसिद्धम् इति तत्र न मन्यन्ते, तत्र तु एकमेव चिन्तनमस्ति, इदानीं पठामः चेदेव ज्ञातुं शक्यते। सो तत्र कार्यसिद्धम् इत्युक्ते किं? पूर्वत्र सिद्धम् इत्यनेन सूत्रेण तत्र शास्त्र असिद्धम् अपि च कार्यसिद्धं, शास्त्रसिद्धं दृष्टवन्तः, इदानीं कार्यसिद्धम्। अस्तु, कः पठति? चेतना भगिनी पठितुम् इच्छति वा भगिनी? कार्यसिद्धम्। पूर्वमेव त्रिपादीसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादीसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादीसूत्रस्य कारितं कार्यं न दृश्यते एव, यतः तेन परत्रिपादीसूत्रेण यत् किमपि क्रियते तत् पूर्वत्रासिद्धम् इत्येन असिद्धम्, इदं कार्यसिद्धम् इत्युच्यते। पूर्व पातिसूत्रस्य त्रिपाद अष्टाध्याय्यां सपादसप्तम्या सप्ताध्यायी सूत्रम् अस्ति चेत् ते त्रिपादीसूत्राणि न दृश्यते इत्युक्ते भगिनि कुत्रचित् यत्र सपोज् यथा तत्र स्तुचित् धातुः अत्र दृश्यते उदाहरणमपि पठतु भगिनि उदाहरणं यथा ष्टुच् ष्टुयु ष्टुच् प्रसादे इति धातौ स्तोः ष्टुना ष्टुः इत्यनेन पूर्वे स्थितस्य तकारस्य स्थाने टकारः भवति धातुपाठे ष्टुत्वसन्धि कृत्वा दत्तम् यदा प्रक्रियार्थं धात्वादेः शः सः इति सूत्रम् आयाति तस्य कृते परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते अतः टकारः असिद्धं तत्र तकारः एव तिष्ठति च धातुपाठे ष्टु च अस्ति स्तुः ष्टुनाश्चुः अष्टमाध्याये चतुर्थपादे द्विचत्वारिंशत् सूत्रम् एकचत्वारिंशत् तमः सूत्रं धातुवादे सहसः षष्टाध्याये अस्ति अतः ये षष्टा त्रिपादी सूत्रस्य कार्यं षष्टाध्याये सूत्रं न दृश्यते किमर्थं न दृश्यते त्रिपाद्याम् अनन्तरम् आयाति अतः अतः धात्वादेशः सः स्तोः ष्टुनुष्टुः सूत्रं न दृश्यते तदेव कार्यसिद्धम् इत्युक्ते धातुपाठे स्तुच् इति धातुः परन्तु तत्र षकारतकारमध्ये संहिता अस्ति अत्यन्तसामीप्यम् अस्ति अतः तस्मिन् धातुपाठे तु केवलं स्तोः ष्टुनाष्टुः इति सूत्रस्य प्रसक्तिः किमर्थं चेत् अत्र सर्वाणि द्विसहस्रधातवः तत्र सन्ति अत्र कोऽपि अन्यत् कार्यं नास्ति धातूनाम् अत्र सूची वर्तते सो धातूनां सूची वर्तते चेत् अत्र वर्णयोः सामीप्यम् अस्ति चेत् अनेन सूत्रेण स्तुः ष्टुनाष्टुः इति सूत्रेण तत्र ष्टुत्वसन्धिः भूत्वा तत्र धातुपाठे स्तुच् न दत्तं तत्र ष्टुच् इति दत्तं तत्र टकारः तकारस्य स्थाने टकारः इति कार्य अनेन सूत्रेण कार्यं भूत्वा तत्र स्टुच् एव भवति स्टुच् इति दत्तम् सो अनन्तरं यदा वयं धातुपाठतः स्टुच् इति नयामः तत्र प्रथमे तु अत्र अनुबन्धानां निष्कासनं करणीयं सो तत्र चकार उत्तरवर्ति यः अकारः तस्य उपदेशे अजनुनासिक् इति सूत्रेण तत्र अनुनासिक् अस्ति अतः तस्य इत्संज्ञा भवति अनन्तरं तस्य लोपः इत्यनेन लोपः अपि भवति द्वितीयसोपानम् अस्ति सत्वं नत्वं नुमागमः उपधादीर्घः एते चत्वारि धातुषु एते चत्वारि कार्याणि सम्भवति चेत् आदौ एव करणीयं सो अत्र आदौ षकारः अस्ति अतः तत्र धातुवादेशः सः इति सूत्रेण अत्र कार्यं कार्यं भवति, सूत्रस्य प्रसक्तिः अत्र अस्ति। परन्तु यः धात्वादेशः सः इति सूत्रम् अस्ति, सः सपादसप्ताध्यायी सूत्रम्, तस्य कृते अत्र ट न दृश्यते, तस्य कृते त एव वर्तते। सो अत्र यदा तत्र सकारादेशः भवति तत्र स्तुच् एव भवति। किमर्थं चेत् एतत् सूत्रं स्तोः ष्टुनाष्टुः इति सूत्रेण यत् कार्यं कृतं तत् कार्यमेव न दृश्यते एतत् सूत्रस्य कृते। सो एतत् शास्त्रस्य कृते स्तोः ष्टुनाष्टुः एतेन सूत्रेण यत् कार्यं कृतं तत् कार्यमेव न, तत् सूत्रमेव न वर्तते चेत् कार्यं कथं दृश्यते? सूत्रेण यत् कार्यं कृतं तदपि न दृश्यते। सो धातुवादेशः सः सूत्रस्य कृते तु अत्र तकारः एव वर्तते। परन्तु ये तत्र अस्माकं कृते तु तत्र ष्टुच् अस्ति, सो तत्र द्वितीयः परिवर्तनं तत्र स्वतः भवति। सो तत् कार्यं यत् टकारः ष्टुत्वकार्यं यत् अस्ति तत् कार्यमेव असिद्धम् अस्ति, तत् न दृश्यते धात्वादेशः सः सूत्रस्य कृते। सो आदौ एव इत्युक्ते कुत्रचित् आदौ एव तत्र त्रिपादिसूत्रद्वारा यदा कार्यं भवति चेत् अनन्तरं तत्र पुनः सपादसप्ताध्यायीसूत्रस्य प्रसक्तिः आयाति चेत् पूर्वे यत् त्रिपादिद्वारा यत् कार्यं कृतं तत् न दृश्यते, तदेव कार्यसिद्धं। सो पूर्वम् एव त्रिपादिसूत्रद्वारा कार्यं भवति चेत् अनन्तरं तत्र यदि तत्र सपादसप्ताध्यायीसूत्रस्य प्रसक्तिः अस्ति तत्र तत् न भवति, तत्र न भवति इत्युक्ते तत्र यदा तत्र रामस्योगः रामः योगः सु अस्ति, तत्र वयं जानीमः तत्र ससजोः रुः अपि च खरवसान विसर्जनीय इति सूत्रद्वारा तत्र रामः इति एकवचने भवति, विसर्गः भवति। परन्तु यदा तत्र रामः योगः कोऽपि अन्यत् तत्र इव अत्र अथवा कोऽपि अन्यत् पदम् आयाति चेत् तत्र पुनः तत्र विसर्गः तत्र विसर्गस्य कुत्रचित् किं लोपः भवति, कुत्रचित् तस्य उकारादेशः भवति। सो यदि तत्र अनन्तरं सपादसप्ताध्यायीसूत्रम् आयाति चेत् तस्य कृते तु सकारः एव वर्तते। किमर्थं चेत् ससजोः रुः एकनिमिषः तत्र सूत्रसङ्ख्या किम् अस्ति ससजोः रुः इति त्रिपादिसूत्रम् अपि च अष्टमध्याये द्वितीयपादे अस्ति खरवसानविसर्जनीयः इति अष्टमध्याये तृतीयपादे अस्ति। सो अनन्तरं तत्र अचुसन्धि तत्र यः अथवा कोऽपि अन्य सपादसप्ताध्यायीसूत्रस्य प्रसक्तिः अस्ति चेत् तत् न भवति, तस्य कृते तु तत्र रामस् एव वर्तते, न तु रु अपि च विसर्गः। सो तत्र अनन्तरं तत्र सन्धिकार्यं न भवति। वयं जानीमः तत्र वयं किं यदा वयं विसर्गसन्धिसूत्राणि पठामः चेत् तत्र यदा तत्र विसर्गस्य लोपः भवति कस्यचित् सूत्रद्वारा विसर्गस्य लोपः भवति तत्र अनन्तरं तत्र अचुसन्धि अवकाशः अस्ति चेत् तत्र न भवति, न करणीयम् इति वयं तत्र पठामः पत्र। परन्तु तत्र चिन्तनं किम्? एतत् एव चिन्तनम् अस्ति। किमर्थं चेत् अचुसन्धिसूत्राणि कुत्र? अचुसन्धिसूत्राणि तत्र सपादसप्ताध्यायां, हलसन्धिसूत्राणि महर्षिणा त्रिपाद्यां, तत्र ते सर्वाणि सूत्राणि। सो यदा तत्र त्रिपादीद्वारा कार्यं प्रथमे एव भवति चेत् अनन्तरं तत्र आचुसन्धिसूत्रस्य प्रसक्तिः अस्ति चेत् तत्र न करणीयम् इत्युक्ते तत्र आ... भगिनि सपादसप्तध्यायी इत्युक्ते सप्त अध्यायं भवति वा? न सपादसप्ताध्यायी इत्युक्ते तत्र सपादसप्ताध्यायी इति तत्र प्रथमे सप्त अध्यायी सप्तानाम् अध्यायानां समाहारः किमपि अध्याये भवेत् प्रथमतः सप्त अध्यायपर्यन्तं न केवलं सप्ताध्यायेन एकं भागम् एकं पादः अपि अस्ति सपादसप्ताध्यायी इति यः अस्ति एकनिमिषः अत्र अस्ति वा अष्टमध्यायस्य एकं पादः अपि च सप्ताध्यायानां समाहारः अस्तु अस्तु अष्टमध्याये यः प्रथमपादः एकपादसहित सप्त अध्यायानां समाहारः इत्युक्ते अष्टमध्यायस्य प्रथमपादः प्लस् सप्ताध्याये भगिनि वदतु भगिनि केवल एक प्रथमपाद एव वा अष्टमध्यायस्य प्रथमपादः प्रथम अध्यायतः अष्टमाध्यायपर्यन्तं प्रथमपाद एव न भगिनि सप्तमाध्याय अष्टमाध्याय च प्रथमपाद सप्तमाध्याये सर्वे पादाः सन्ति केवल अष्टमाध्याये एकपाद एव अत्र दृश्यतु भगिनि अष्टाध्यायी इति ग्रन्थे तत्र कति अध्यायाः इत्युक्ते अष्टाध्यायाः 3, 4, 5, 6, 7 and 8 प्रत्येकस्मिन् अध्याये तत्र कति पादाः चत्वारि पादाः प्रथमपादः द्वितीयपादः तृतीयपादः अपि च चतुर्थपादः प्रत्येकस्मिन् अध्याये चत्वारि पादाः सो सपादसप्ताध्यायी अष्टमध्यायस्य प्रथमपादस्य अन्तपर्यन्तम् एतत् अस्ति त्रिपादी एकवारं वदतु भगिनि प्रथमाध्याय लास्ट् सेण्टेन्स् अष्टमध्यायस्य सि अत्र अष्टमध्यायस्यापि चत्वारि पादाः प्रथमपादः द्वितीयपादः तृतीयपादः चतुर्थपादः सो अष्टमध्यायस्य द्वितीयपादस्य प्रथमसूत्रमस्ति पूर्वत्र सिद्धं तत् सूत्रम् आरभ्य अष्टाध्यायस्य अन्तपर्यन्तम् यत् भागं तत् त्रिपादी दिस् इस् त्रिपादी तत् शेडिड् पोर्शन् इस् त्रिपादी सो अस्मिन् भागे यानि सूत्राणि ते सर्वाणि असिद्धानि कस्य कृते एतद् भागस्य कृते दिस् इस् द फस्ट् भाग् दिस् इस् सपादसप्ताध्यायी सप्त सम्पूर्णसप्ताध्यायाः अपि च अष्टमध्यायस्य एकपादः अत्र वर्तते प्रथमभागे सो दिस् portion is the sapada saptyadhyayi portion and this shaded portion is the tatra white board drishyate va nava drishyate drishyate bhagini astu so this shaded portion is tripadi this bhag is tripadi and sapta adhyay sampurna sapta adhyayah apicha ashtam adhyayasya prathama bhagah यानि सूत्राणि ते सर्वाणि सपादसप्ताध्यायी सूत्राणि सो सपादसप्ताध्यायी सूत्राणां कृते दिस् वाग् डस् नाट् एक्सिस्ट् दिस् वाग् देट् दिस् पार्ट् इस् आल्सो नाट् दियर् अत्र अष्टाध्यायी ग्रन्थस्य अन्तः भवति इति ते चिन्तयति सर्वाणि सूत्राणि सो देट् इस् शास्त्र असिद्धम् दिस् पार्ट् आफ् द शास्त्र डस् नाट् एक्सिस्ट् त्रिपादी tani sutrani does not exist for whom for all the sutras in sapad saptadhyayi iti to prathama bhagah tathev ashtamadhyayasya dvitiya bhagasya पूर्वसूत्रस्य कृते सर्वाणि परसूत्राणि असिद्धानि इति तत्र प्रत्येकः सूत्रं चिन्तयति ऐ एम् द लास्ट् सूत्रः सो फार् 8.2.3 पूर्वे यानि सूत्राणि दे एक्सिस्ट् परन्तु 8.2.4 आरभ्य तत्र 8.4.68 पर्यन्तं सर्वाणि सूत्राणि असिद्धानि सो थ्री थिङ्ग्स् देट् ऐ एम् द लास्ट् सूत्रः तथैव फोर् वेन् फोर् कम्स् फोर् थिङ्ग्स् ऐ एम् द लास्ट् फिफ्थ् थिङ्ग्स् ऐ एम् द लास्ट् प्रत्येक पूर्वसूत्रस्य कृते परसूत्रम् असिद्धं त्रिपाद्यामपि पूर्वसूत्रस्य कृते परस्थितानि सूत्राणि सर्वाणि असिद्धानि इति तत्र चिन्तनं भवति तत्र यदा तत्र कुत्रचित् पूर्वे एव यथा तत्र रामः यः अस्ति रामः इति आकारान्त् प्रातिपदिकस्य एकवचने सु इति प्रत्ययः योजयामः चेत् तत्र उकारस्य इत्संज्ञा भवति अनन्तरं तत्र रामस् इति भवति एतत् अस्ति रामस् इति भवति चेत् अत्र कोऽपि सूत्रस्य अत्र एकं सूत्रम् आयाति ससुजोः रुः पदस्य अन्ते सकारः वर्त पदस्य अन्ते अन्तिमसकारस्य तत्र ऋत्वम् इति ऋत्व इति आदेशः भवति सो सकारः अपगच्छति तस्य स्थाने ऋत्वम् इति भवति ऋत्वं भवति चेत् तत्र किं ऋत्वम् इति आदेशः आदेशे अपि अनुबन्धानां निष्कासनं करणीयम् सो रु इति यः अस्ति उ सः अनुनासिक् अतः किम् अवशिष्यते सो ससजोः रुः इति सूत्रं कुत्र अस्ति त्रिपाद्यां शेडिड् पोर्शन् मध्ये अस्ति किमर्थं चेत् अत्र कोऽपि अन्यसूत्रस्य प्रसक्तिः नास्ति केवलं ससजोः रुः इति सूत्रस्य प्रसक्तिः सो अत्र किं भवति सकारस्य स्थाने रु इति आदेशः भवति उकारस्य अनुनासिक अस्ति अतः तत्र उपदेशे अजनुनासिक इति सूत्रेण आदेशे यत् अनुनासिक व्यञ्जनः सः अपगच्छति तस्य लोपः भवति सो रामर् भवति सकारस्य स्थाने र आदेशः भवति अनन्तरं त्रिपाद्यस्य द्वितीयसूत्रम् आगच्छति त्रिपादी खरवसानविसर्जनीयः इति सूत्रं परसूत्रं ससजोः रुः इति सूत्रं पूर्वसूत्रं सो खरवसानविसर्जनस्य कृते अत्र रकारः वर्तते किमर्थं चेत् पूर्वसूत्रेण कार्यम् अतः सः रकारः सूत्रं रकारः दृश्यते अत्र परे किमपि नास्ति अवसानः अस्ति इत्युक्ते विरामो अवसानः सो अवसानपरे अपि च खरव्यञ्जनपरे तत्र रकारस्य किं भवति विसर्गादेशः भवति सो तत्र किं भवति रामः इति भवति रामः भवति चेत् अनन्तरं तत्र किमस्ति तत्र रामः योग इव भवति चेत् कोऽपि अन्यस्वरव्यञ्जनः परे खरव्यञ्जनः परे नास्ति कस्यचित् सूत्रद्वारा अत्र विसर्गस्य लोपः भवति अत्र किं सूत्रम् इदानीम् अहं न स्मारयामि अनन्तरं पश्यामि तत् सूत्रं किं सो अत्र किं भवति विसर्गस्य लोपः अनन्तरम् अत्र रामयोग इव अस्ति इदानीं सपोज् इन् सम् सेण्टेन्स् इव् इति तत्र पदम् अग्रे आयाति सो राम इव यदा भवति अत्र दृश्यतु अत्र अन्ते अकारः तस्य अनन्तरम् ई व्यञ्जनः सो कस्य अत्र कः किम् अवकाशः कस्य सूत्रस्य अवकाशः अयोग ई अस्ति चेत् कस्य सूत्रस्य प्रसक्तिः अत्र वदतु कोऽपि वदतु सूत्रं किम् आद्गुणसूत्रमस्ति आद्गुणः अकारः आकारः परे अच् वर्णः अस्ति असवर्ण अच् अस्ति चेत् तत्र गुणसन्धि भवति परन्तु आद्गुणः इति सूत्रं कुत्र सपादसप्ताध्यायां सो सपादसप्ताध्यायां तत् सूत्रस्य अत्र पूर्वे एव त्रिपादीद्वारा कार्यं सकारस्य रुरुकारस्य विसर्गः विसर्गस्य लोपः एते सर्वाणि सूत्राणि कुत्र त्रिपादीसूत्राणि सो अत्र अच्सन्धि कार्यं न तेन सूत्रेण कार्यं न भवति राम इव एव तिष्ठति अत्र सन्धि अच्सन्धि कार्यं न करणीयं सो तत्र वयं किं पठितवन्तः यदा वयं तत्र पूर्वे विसर्गसन्धिसूत्राणि विसर्गसन्धि तत्र नियमः पठामः चेत् विसर्गस्य लोपानन्तरम् अच्सन्धि कार्यं न करणीयम् इति तत्र नियमः किमर्थं न करणीयं बिकास् फार् अच्सन्धिसूत्रस्य कृते अत्र रामस् इव अस्ति बिकास् अच्सन्धिसूत्रम् आद्गुणः इति सूत्रं पूर्वे त्रिपादीद्वारा यत् यानि कार्याणि तत् सर्वाणि असिद्धानि कार्य असिद्धम् अस्ति किमर्थं चेत् पूर्वत्र फार् आद्गुणः ससजोहोरुः खरावसान विसर्जनीयः अनन्तरं येन सूत्रेण विसर्गस्य लोपः ते सर्वाणि सूत्राणि न एव वर्तते ते सर्वाणि कार्य असिद्धानि सो आद्गुणः इति सूत्रस्य कृते तु अत्र रामस् इव अस्ति न तु अकारः रामयोग इव अतः तत् कार्यं न भवति तत्र तथैव तिष्ठति राम इव एव तिष्ठति इति कार्यसिद्धम् स्क्रीन् शेरिङ्ग् इस् फास्ट् इस् फास्ट् इति आगच्छति अत्र मध्ये स्क्रीन् मध्ये स्क्रीन् न दृश्यते वा न न स्क्रीन् दृश्यते परन्तु मध्ये स्क्रीन् शेरिङ्ग् इस् फास्ट् सर्वेभ्यः एतदेव पश्यति वा सम्यक् सम्यक् न दृश्यते या स्क्रीन् शेरिङ्ग् इस् फास्ट् एकवारं सम्यक् इदानीं सम्यक् दृश्यते अहम् एकवारं बहिर्गत्वा आगतवती तदापि त एव आसीत् इदानीं स्क्रीन् एव नास्ति महोदय आमां तत्र किमपि भवति ऐ डोण्ट् नो एतत् सूत्रं केवल सप्ताध्याये अष्टाध्याये एव सर्वं प्रथमाध्यायस्य सूत्र द्वितीय अध्याय सूत्रं न पश्यति इति प्रथमाध्यायतः भवति वा सप्तम अष्टमाध्यायमेव फार् सपादसप्ताध्यायी प्रत्येकं सूत्रस्य कृते प्रत्येकं सूत्रं सिद्धमेव अष्टाध्यायस्य प्रथमपादस्य अन्तिमसूत्रं यः अस्ति देट् केन् सी आल् द सपादसप्ताध्यायी मध्ये तत्र सप्तपादाः अपि च एव्री सूत्र फार् एव्री सूत्रः आल् द सूत्रास् एक्सिस्ट् तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः न वर्तते सो सपादसप्ताध्यायी मध्ये यानि सूत्राणि ते सर्वाणि द्वितीयसूत्र तत्र पर् देट् सूत्र केन् सी आल् द सूत्र इट् इस् लैक् ए सर्कल् सी 5, 6, 7 एण्ड् 8 अष्टमध्यायस्य एकपादः प्रत्येकं सूत्रं केन् सी द ईच् अदर् सूत्रः तत्र एतत् चिन्तनं न वर्तते पूर्वत्र सिद्धम् इत्यस्य अधिकारः कुतः आरभ्य अष्टमाध्यायस्य द्वितीयपादस्य प्रथमसूत्र आरभ्य अन्तपर्यन्तं सो सपादसप्ताध्यायी मध्ये पूर्वत्र सिद्धम् इत्यस्य अधिकारः नास्ति परन्तु तेन किं भवति सपादसप्ताध्यायां यानि सूत्राणि तेषां कृते त्रिपादीसूत्राणि असिद्धानि परन्तु सपादसप्ताध्यायी मध्ये यानि सूत्राणि ईच् सूत्र केन् सी द कार्य आफ् द अदर् सूत्र तथा त्रिपाद्यां मम प्रश्नः एतदस्ति सपादसप्ताध्यायी इत्युक्ते सप्ताध्यायी प्लस् फस्ट् प्रथमपादः फस्टाध्यायी अनन्तरं त्रिपादी इत्युक्ते द्वितीयपादतः चतुर्थपादपर्यन्तम् अष्टाध्याय्याः अष्टमाध्यायस्य तत् त्रिपादी भवति पूर्वं प्रथमाध्यायतः सप्तमाध्यायपर्यन्तं ये सूत्राणि भवन्ति तस्य कृते एतत् नियमः नास्ति वा? पूर्वस्य सूत्रं न पश्यति इति? न न तस्य कृते एतत् नियमः नास्ति. देट् इस् वाट् ऐ एम् सेयिङ्ग् न. फार् सपादसप्तादयी सूत्राणां कृते प्रत्येकं सूत्रं वर्तते. द 6.2.45 सूत्र केन् सी वाट् इस् एक्सिस्टिङ्ग् बिफोर् एण्ड् वाट् इस् एक्सिस्टिङ्ग् आफ्टर्. it can see both the suit both it can see spashtam spashtam spashtam tathev pratyekasya sapad saptadhyayam 8 suppose 8.1 point I don't know how many sutras are there for 45 sutra suppose 45 is the last sutra or ashtam adhyayasya pratham padasya antim sutram asti 45 sutram tasy krute api purve yani sutrani te sarvani tad drishtum shakyate परन्तु अनन्तरं यानि सूत्राणि 8.2.1 इति आरभ्य ते तानि सूत्राणि असिद्धानि सर्वाणि इति एकमस्ति इति शास्त्रसिद्धं. सो पूर्वे एव त्रिपादीद्वारा यत् कार्यं कारितं चेत् अनन्तरं सपादसप्ताध्यायीसूत्रस्य सूत्रमायाति चेत् तत् कार्यम् एव न दृश्यते. तत्र तत् तेन सूत्रेण कार्यं न करणीयं, तत् कार्यसिद्धम् अस्ति इति तत्र चिन्तनं. सो कार्यसिद्धम् इति अनेन एव तत्र यदा धातुवादेशः सः इति सूत्रस्य कृते स्तोः ष्टुनाष्टुः इति सूत्रं तेन यः यत् कृतं कार्यं तकारः न दृश्यते. तस्य कृते तु तकारः एव तत्र अस्ति, न तु टकारः. किमर्थं चेत् स्तोः ष्टुनाष्टुः इति सूत्रं न वर्तते. कस्य कृते? सपादसप्तादि धातुवादेशः सः इति सूत्रस्य कृते इति तत्र चिन्तनं. आरभ्य एकैकं पूर्वसूत्रम् अग्रिमसूत्रस्य कृते न वर्तते वा? पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम्. आम् सत्यं भगिनि. भगिनि परन्तु दत्त वेस्ट् पार्क् दत्ताध्यायी सपादसप्ताध्यायी इन् दट् सूत्र इस् इन् फिफ्त् चाप्टर् फिफ्त् अध्याय एण्ड् अनदर् सूत्र इन् फस्ट् अध्याय बोत् आर् अप्लिकेबल् वि हाव् टु डू फस्ट् ओन्लि न न सपादसप्ताध्यायी सूत्रे तत्र सपादसप्ताध्यायी सूत्राणां कृते तत्र भिन्नचिन्तनम् अस्ति. बलाबलचिन्तनं बलाबलकरपत्रं यदा पठामः तत्र एतत् चिन्तनं नास्ति. तत्र एकं सूत्रम् अस्ति किं तत्र भिन्नचिन्तनं वर्तते. कुत्रचित् पूर्वसूत्रेण कार्यं, कुत्रचित् अपवादसूत्रं पूर्वे अस्ति तेन सूत्रेण पूर्वसिद्धसूत्रमपि तत्र एतत् चिन्तनं नास्ति. किमर्थं चेत् तत्र भिन्न चिन्तनं नास्ति. आदिपूर्वस्य एव करणीयम् इति चिन्तनं नास्ति. तत्र विप्रतिषेधे परं कार्यम् इति एकं परिभाषासूत्रम् अस्ति. विप्रतिषेधे परं कार्यं सूत्रयोः मध्ये समानबलम् अस्ति अपि च तयोः अन्यत्र प्रसक्तिः अस्ति चेत् तत्र परसूत्रेण कार्यं करणीयं. तत्र भिन्नचिन्तनम् अस्ति. परन्तु कुत्रचित् एतत् सर्वदा न वर्तते. अपवादसूत्रं पूर्वे अस्ति चेत् अपवादबलेन एव कार्यं करणीयं. तत्र एतत् चिन्तनं नास्ति भगिनि. तत्र अनन्तरम् एतत् करपत्रम् आयास्यति, तत्र पठामः. सो सपादसप्ताध्याय्याम् एतत् चिन्तनं नास्ति. परन्तु त्रिपाद्यां सर्वत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति. अतः सर्वत्र एतदेव चिन्तनं. यदि एकस्मिन् स्थले सूत्रद्वयस्य प्रसक्तिः अस्ति चेत् पूर्वसूत्रेण एव प्रथमे कार्यं करणीयम्, अनन्तरं परसूत्रेण कार्यं करणीयम्. त्रिपद्याः कृते प्रथमं सप्ताध्यायी इति सूत्रम् उपयोगं कर्तुम् अर्हति खलु? आम्, सपोज् एकस्मिन् काले सपादसप्ताध्यायी सूत्रस्य प्रसक्तिः अपि च त्रिपादीसूत्रस्य प्रसक्तिः, तत्र प्रथमे सपादसप्ताध्यायी सूत्रद्वारा एव कार्यं करणीयम्, अनन्तरं त्रिपादीसूत्रद्वारा कार्यम्. तदेव अस्ति कार्यसिद्धं. सो यत्र यत्र अस्माकं चर्चा किम् अस्ति सत्त्वस्य विषये, सत्त्वकार्यस्य विषये, सो धातुपाठे यत्र यत्र शकारस्य साक्षात् अनन्तरं टठ दृश्यते तत्र स्तोः ष्टुनाष्टुः इत्यनेन कार्यं पूर्वे एव अभवत्। सो अनन्तरं तत्र प्रक्रियार्थं धातु नयामः चेत् तत्र धातुवादेशः सः इति सूत्रेण यदा कार्यं भवति तस्य सूत्रस्य कृते एतत् सूत्रमेव न वर्तते, एतत् सूत्रस्य कार्यं न दृश्यते, ष्टुत्वकार्यं न दृश्यते, अतः तत्र तथ एव तत्र भवति पुनः। सो तत्र द्वितीयपरिवर्तनम् अपि करणीयं। सो वाट् वी हेव् टु थिङ्क् इस् देट् वेन् एवर् देयर् इस् अ शो उपदेशधातुः, शो उपदेशधातुः साक्षात् अनन्तरं टठ श्रूयते चेत् तत्र द्वितीयपरिवर्तनम् अपि करणीयं, यथा ष्टुच् शकारस्य साक्षात् अनन्तरं ट, अत्र षिट् इति मध्ये स्तोः ष्टुनाष्टुः इति अवसरः नास्ति, तथैव षट् इति धातु मध्ये अपि तत्र स्तोः ष्टुनाष्टुः इति सूत्रस्य अवसरः नास्ति, किमर्थं चेत् मध्ये अकारः, अत्र मध्ये इकारः, सो तत् सूत्रं कार्यं न कर्तुं शक्यते, संहिता अस्ति चेदेव सूत्रं कार्यं कर्तुं शक्यते, अतः अत्र मूले एव टकारः। देट् इस् वै इट् इस् नाट् रिटन् देट् धातुपाठे यदा तत्र टठ श्रूयते ते सर्वे मूले एव तथ अस्ति, न, यत्र यत्र संहिता अस्ति तत्र ष्टुत्वसन्धिद्वारा एव कार्यं भूत्वा, तत्र पूर्वे तु त आसीत् परन्तु ष्टुत्वसन्धि अवसरः तत्र अस्ति, अतः तत्र टकारः अपि च ठकारः दृश्यते इति तत्र। सो यदा वयं कोऽपि शोपदेशदातु नयामः तत्र द्रष्टव्यं ष्टुत्व अवसरः अत्र, ष्टुत्वकार्यम् अवसरः अत्र अस्ति वा, अपि च कार्यम् अत्र भवति वा, न भवति चेत् तत्र सट् एव अस्ति। सी अत्र टकारस्य त न अभवत्, किमर्थं चेत् शकार टकारयोः संहिता नास्ति, परन्तु ष्टुच् ष्ठल् एतादृशः धातवः सन्ति चेत् तत्र तु ष्टुत्वावसरः अस्ति, अतः तत्र द्वितीयपरिवर्तनम् अपि करणीयं, तावदेव अस्ति। सो यदा वयं धातुवादेशः सः इति सूत्रस्य प्रयोगं कुर्मः कोऽपि शोपदेशधातुविषये तत्र द्रष्टव्यं शकारस्य साक्षात् अनन्तरं कीदृशवर्णः, स्वरः अस्ति चेत् किमपि न करणीयं, केवलं धातुवादेशः सः इति सूत्रेण कार्यं करणीयम्। शकारस्य साक्षात् अनन्तरं टठ दृश्यते चेत् तत्र द्वितीयपरिवर्तनम् अपि करणीयं, तावदेव अस्ति। इदानीं तत्र ऋणविषये तत्र बहूनि मूर्धन्यनकारः तत्र धातवः सन्ति, तेषां विषये किं चिन्तनम् इति अग्रे पश्यामः। इदानीं तत्र सर्वैः अवगतं वा? भगिनी कार्यम् असिद्धम् इत्युक्ते त्रिपादीसूत्रेण यत् कार्यं कृतं स्तोः ष्टुनाष्टुः इति सूत्रेण किं कार्यं, तकारस्य स्थाने टकारः इति कार्यं, यत्र तकारः अस्ति तत्र शकारस्य प्रभावेन, शकारः अस्ति अतः तकारस्य किं कार्यम् अभवत्, टकारः अभवत्। सो अत्र पूर्वे एव कार्यं कृतं ष्टुत्वसन्धिद्वारा, तत्र तकारस्य टकारः इति कार्यम् अभवत्, आदेशः अभवत्, सो तत् कार्यम् असिद्धं कस्य कृते, धातुवादेशः सः। यदा तत्र अनन्तरं धातुवादेशः सः इति सूत्रम् आयाति तस्य कृते तु अत्र टकारः इति यः कार्यं ष्टुत्वसन्धिद्वारा यत् कार्यम् अभवत् तत् न दृश्यते, कार्यसिद्धम् अस्ति, किमर्थं चेत् तत् सूत्रमेव न वर्तते धातुवादेशः सः सूत्रस्य कृते, अतः तस्य कृते तु अत्र तकारः एव दृश्यते न तु टकारः। तत् कार्यम् असिद्धं यत् पूर्वे कार्यं कृतं, यथा रामस् इति यः भवति तत्र विसर्गः यः अस्ति तत्र आद्गुणः इति सूत्रस्य कृते तत्र विसर्गः, तत्र एतत् पूर्वे त्रिपादीद्वारा यत् कार्याणि कृतं तत् सर्वाणि असिद्धानि, तस्य कृते तु रामस् एव वर्तते, अतः तत्र आद्गुणः इति सूत्रस्य प्रसक्तिः एव नास्ति, रामस् इव अस्ति तत्र, सो सूत्रस्य प्रसक्तिः एव नास्ति, अतः वट् वी से वि से देट् विसर्गस्य लोपान्तरं सन्धि अच् सन्धिकार्यं न करणीयम् इति नियमः. किमर्थं न करणीयम्? एतदेव चिन्तनं पूर्वत्र सिद्धं. किमर्थं चेत् सर्वे हल् सन्धिसूत्राणि त्रिपाद्याम्, अतः तेन पूर्वे एव तेन द्वारा तेन सूत्रेण कृतं कार्यं सपादसप्ताध्यायीसूत्रस्य कृते असिद्धं, तत् न दृश्यते. सो फार् आद्गुणः इट् इस् रामस् इव, न तु रु अपि च विसर्गः अपि च विसर्गस्य लोपः इति कार्य असिद्धं. पूर्वे एव त्रिपादीद्वारा कार्यं कारितं चेत् अनन्तरं सपादसप्ताध्यायीसूत्रस्य प्रसक्तिः भवति चेत्, इत्युक्ते फार् अस् रामयोग इव इति यः अस्ति तत्र आद्गुणः इति सूत्रस्य प्रसक्तिः, परन्तु तथा नास्ति. तत्र आद्गुणः इति सूत्रस्य कृते किं दृश्यते? रामस्योग इव दृश्यते, न तु तत्र रामयोग, तत्र अ इ दृश्यते. सो आद्गुणः सूत्रं त्रिपादीद्वारा कृतं कार्यं न दृश्यते तस्य कृते, तत् कार्य असिद्धम् अस्ति. अपि च शास्त्र असिद्धं किम्? एकस्मिन् सोपाने सूत्रद्वयोः प्रसक्तिः अस्ति चेत् प्रथमे सपादसप्ताध्यायीसूत्रद्वारा कार्यम् अथवा पूर्वत्रिपादीद्वारा कार्यम् अनन्तरम् एव परित्रिपादीसूत्रद्वारा कार्यं करणीयम् इति तत्र सर्वदा वर्तते. इदानीं पुनः तत्र तस्य विषये पुनः चिन्तनं कुर्मः. अतृष्णाविषये इतोपि अधिक तत्र सम्यक् अवगम्यते. एतस्य विषये तत्र करपत्रमपि अस्ति, बलाबलचिन्तने पूर्वत्र सिद्धम् एतस्य विषये इतोपि अधिकचिन्तनम् अस्ति, परन्तु इदानीं तु तावदेव. सो धातुवादेशः सः इति सूत्रेण यदा सत्त्वकार्यं भवति तदा तत्र शकारस्य साक्षात् परे टठ अस्ति चेत्, इत्युक्ते तत्र टठ ड ड अपि अस्ति, परन्तु तत्र कोऽपि धातु तथा एव नास्ति यत्र ळ अपि च ळ श्रूयते, केवलं तत्र टठ तादृशधातवः एव सन्ति यत्र मूर्धनिषकारस्य साक्षात् अनन्तरं टठ श्रूयते. तत्र ष्टुत्वसन्धि भूत्वा एव कार्यं कृतम्, अतः पुनः तत्र धातुवादिशः सः इति सूत्रेण यदा सूत्रस्य प्रसक्तिः आयाति चेत् तत्र द्वितीयपरिवर्तनम् अपि करणीयम्. इदानीं अस्तु, षट् विषये कः वदति स्वशब्दैः? अत्र लौकिकरूपं तु दत्तं, किमर्थम् अत्र द्वितीयपरिवर्तनं न भवति? मया तु उक्तमेव, परन्तु किमपि न दृश्यते भगिनि, करपत्रम् अस्तु स्क्रीन् मध्ये न दृश्यते किमपि. ऐ डोण्ट् नो वाट् इस् हेपनिङ्ग् सर्, सिलेक्ट् ऐटम्स् टु शेर्. इदानीं दृश्यते वा? वैट् बोर्ड् इदानीं दृश्यते, इदानीं दृश्यते. स्टविषये तदपि शोपदेशदातुवः अत्र वदतु. षट् विषये अन्ते अन्तिमस्ति, तस्य टकार अकार अस्ति, अनुनासिक अकार अस्ति, उपदेशेन अनुनासिकः इति सूत्रस्य आधारेण अकारस्य इत्सङ्ग् न भूत्वा तस्य लोपः भवति. शकार अस्ति, आदौ शकार अस्ति, सः इति सूत्रस्य आधारेण शकारस्य सकार भवति, सट् इति लौकिकरूपम्. अत्र सत् किमर्थं न भवति भगिनि? भगिनि किमित्युक्ते तत्र प्रत्येक अस्ति, षट् षकार सम्पूर्ण अक्षर अस्ति, तदर्थं तद् न भवति. ष्ट इति भवति चेत् तथा भवति, षट् इति भवति चेत् अनन्तरम् अकार अस्ति. किं वक्तव्यं भगिनि? अत्र मध्ये षकार टकारयोः मध्ये अकारः संहिता नास्ति तावदेव लटीरूपं प्रथम यत् संख्या अत्र अस्ति भुवादिगणे अस्ति एतद् धातृ लटीरूपं किं भगिनि भुवादिगणे धातुः अस्ति चेत् तत्र सट् इति लौकिकरूपं भुवादिगणे सट् इति लौकिकरूपं तिप् तिप् सट् अधिक शप् अधिक तिप् शप् मध्ये शकारस्य लशकोतदित इति सूत्रस्य आधारेण शकारस्य इत्संज्ञा भवति पकारस्य हलन्त्यमिति सूत्रस्य आधारेण पकारस्य इत्संज्ञा भवति आयैव अवशिष्यभागम् अत्र षट् मध्ये कोऽपि इक्वर्णः नास्ति उपादायमपि ह्रस्व इक् नास्ति गुणस्य गुणस्य अवकाशः नास्ति सटा इति भवति सटा अधिकतिप्रत्ययमध्ये पकारस्य इत्संज्ञा हलन्त्यमिति सूत्रस्य आधारेण पकारस्य इत्संज्ञा भवति ति एव अवशिष्यभागम् षटति इति सिद्धरूपं लटीरूपं भवति सो अत्र द्वितीयपरिवर्तनं न भवति किमर्थं चेत् अत्र ष्टुत्वसन्धि अवसरः एव नास्ति हियर् द ष्टुत्वसन्धि केनाट् डु द कार्यं शकारः अस्ति परन्तु अत्र टकारमध्ये अकारः अतः मूले एव टकारः अत्र न तु तकारः सो अत्र षटति एव रूपम् अस्ति लटीरूपं षटति एव टकारः श्रूयते केवलं धातु आदेशः सः इति सूत्रेण तत्र सकारः अनन्तरं तत्र यत् किमपि रूपं विवक्षा अस्ति चेत् तत् भवति अस्तु भगिनि ष्टविषये कः वदति जगदीश महोदय वदति वा महोदय सरलमस्ति अत्र नगरे दात्वदेशः सः प्रथमे इत्संज्ञकवर्णानां निष्कासनं महोदय निरनुबन्धधातुः किम् अनुबन्धानां निष्कासनं उपरि बिन्दु सो बिन्दु फेले निष्कासनं दत्वादि उपदेशे अनुनासिक इत् उपदेशे अच् अनुनासिक बिन्दु निष्कासनं सो शिट् with hal then she will there and one then she becomes see sit sit plus kattari shap plus thi na atra laukik dhatu ko laukik dhatu ki masti shakaram becomes sakaram kena so, sutren दात्वादिदेशः सः अत्र टकारः अत्र द्वितीयपरिवर्तनं करणीयं वा सित् अस्ति वा सिट् अस्ति सिट् इति लौकिकरूपं सिट् प्लस् कर्तरिष प्लस् ति सिटति किमर्थं चेत् अत्र शकार टकार मध्ये कः वर्णः महोदय इकारम् कारः अत्र अतः अत्र संहिता नास्ति शकार टकारस्य मध्ये संहिता नास्ति बाधा अस्ति उकाररूपी बाधा अस्ति अतः अत्र स्तुत्वसन्धि अवसरः एव नास्ति अतः सिट् एव रूपं सिट् कर्त्री शप् प्लस् ति सिट् सिटति सिटति इति लटीरूपम् न भगिनि सीटति नास्ति सेटति इति भवति ओ आत्मनिपदीरूपम् अस्ति आं महोदय वदतु शप् इति प्रत्ययः लघु इक् अस्ति आत्मनेपदी धातुः अस्ति वा भगिनि न परस्वेपदी शापप्रत्ययः शित् अस्ति पित् अपि अस्ति अपित् नास्ति अतः अत्र उपदायां रस्वीकारः सारि क्षम्यताम् महोदय वदतु केन सूत्रेण कार्यं सिट् सेट् भवति कथम् कोऽपि अन्य वदतु उगन्तलघुपदस्य च इति सूत्रेण इकारस्य एकारः भवति सेट् भवति अनन्तरं वर्णमेलनम् अस्ति सेटति इति रूपम् उगन्तलघुपदस्य इकारः एकारः भवति अयोगति सेटति अति अस्ति सेटति इति भवति अस्तु महोदय धन्यवादः स्टुच् विषये अत्र दत्तं सरलमस्ति आं वदतु प्रथमतः उपदेशे जन्मास्कैत् इति सूत्रेण अन्ते विद्यमानः अनुस्वारकारस्य इत्संज्ञा भवति अनुस्वारः अस्ति वा अनुच अनुनासिक अकारः अनुनासिक अकारस्य इत्संज्ञा भवति तस्य लोप इति सूत्रेण तस्य लोपः भवति अतः स्टुच् एव अवशिष्य भागम् स्टुच् शकारस्य शकारः श्यः सः इति सूत्रेण शकारस्य सः भवति यदा सः भवति शका निमित्तापाये नैमित्य अपाय इति सूत्रेण नैमित्यमपि सूत्रं नास्ति भगिनि इति निमित्तापाये नैमित्तिकस्य अपायः सूत्रं नास्ति एकं प्रवादेन श स भवति स यदा श स भवति तदा तत्र तस्य समीपे स्थितः ट अपि त भवति अत्र श्रुतु सन्धि अवसरः अस्ति अस्ति तेन यत् तेन सूत्रेण यत् कृतं कार्यं तत् असिद्धम् अस्ति धातुवादेशः सः सूत्रस्य कृते तत् कार्यमेव न दृश्यते टकारः न दृश्यते तत्र तस्य कृते तु तकारः एव अस्ति शास्त्रीयचिन्तनं प्रथम प्रथम भुवादिगणे अस्ति अपि च आत्मनेपदी धातुः वदतु अत्र केन सूत्रेण कार्यं तद् वदतु भगिनि उगन्तलघुपदस्य इति सूत्रेण उगन्तलघुपदस्य च इति सूत्रेण उपदायाम् अस्ति वर्तमान उकारस्य ओकारः भवति अतः शोचते इति भवति सो अत्र ह्रस्व उपदायां ह्रस्व इकवर्णः अस्ति सो लघु इकवर्णः अस्ति पुगन्तलघुपदस्य च उपदायां लघु इकवर्णः अस्ति अतः अत्र सूत्रेण कार्यं सो स्तोचते भवति स्तोचते इति अस्तु अनन्तरं स्थल विषये स्थल भगिनि पूर्वस्य एतत् स्टुच् स्टुच् भवति खलु तत्र निमित्तापाय नैमित्त कस्य अपायः करणीयं वा अनेन प्रवादेन अपि तत्र बहुत्र तत्र व्याकरणशास्त्रे तु दे यूस् टु डू फ्रोम् दिस् प्रवादः बिकास् प्रवादः इत्युक्ते परम्परागतः आगतः वचनः एव प्रवादः परन्तु तत्र शास्त्रीयचिन्तनमपि अस्ति इदानीं वयं जानीमः तत्र धातुवादेशः सः सूत्रस्य कृते यः टकारः पूर्वे एव अभवत् तत् कार्यसिद्धं तत् कार्यं न दृश्यते तस्य कृते तु अत्र तकारः एव अस्ति अतः स्तुच् द्वितीयपरिवर्तनमपि करणीयं वेदर् यु आर् डूयिङ्ग् निमित्तपाय नैमित्तिकस्य अपायः देट् इस् आल्सो करेक्ट् बिकास् दिस् इस् परम्परागतः पूर्वे एतत् आगतः वचनः अस्ति परन्तु तत्र किमर्थं पूर्वत्र सिद्धं शास्त्रीयचिन्तनं किम् अस्ति पूर्वत्र सिद्धम् इत्यनेन धातुवादेशः सः सूत्रस्य कृते ष्टुत्वसन्धि सूत्रेण कृतं कार्यम् असिद्धं न दृश्यते अतः सूचेव अस्ति वेदर् यु यूस् दिस् आर् यूस् पूर्वत्र सिद्धम् बिकास् तत्र बहुत्र बहुषु व्याकरणग्रन्थेषु तत्र एतदेव लिखितं निमित्तापायनैमित्तिकस्य अपायः एण्ड् देर् इस् वन् मोर् डौट् सम् पीपुल् से देट् दिस् इस् अ परिभाषा देट् नीड्स् टु बि चेक्ड् निमित्तापायनैमित्तिकस्य अपायः इस् अ परिभाषा इफ् इट् इस् अ परिभाषा देन् एतस्य तत्र शास्त्र यः अस्ति बट् अस्मिन् अस्माकं करपत्रे तु लिखितम् एतत् प्रवादः एव न तु वार्तिकं न तु परिभाषा न तु सूत्रं प्रवादः एव अस्ति सो सिन्स् वी आर् फालोयिङ्ग् द वर्ल्ड् संस्कृत डाट् नेट् इति करपत्रम् इति तत्र अस्ति सो दिस् इस् नाट् अ परिभाषा बट् इफ् यु सी दिस् अष्टाध्यायी डाट् काम् तत्र अहं चिन्तयामि तत्र लिखितम् एतत् परिभाषायाः परिभाषाद्वारा एव तत्र यदा तत्र चकारः अपगच्छति तथा तत्र टकारस्य कोऽपि प्रयोजनमेव नास्ति तदपि अपगच्छति किमर्थं चेत् चकारस्य कारणेन त अभवत् यदा शकारः निमित्तमेव अपगच्छति तस्य फलमपि अपगच्छति अतः स्तुच् एव तिष्ठति तत् भगिनि परिभाषा इति पाणिनिमध्ये स्थापयति चेत् सङ्ख्या भवेत् चेत् परिभाषा न उक्तं भगिनि भाष्यकारः कः हू इस् द भाष्यकारः भगिनि भाष्यकारः कः पतञ्जलि तत्र व्याकरणशास्त्रे पाणिनीयव्याकरणं वदामः चेत् तत्र त्रिमुनि प्रमाणम् अस्ति वररुचि पतञ्जलि अपि च पाणिनिमहर्षि सो वाक्यकारं वररुचिं वररुचि इस् द वाक्यकारं येन वार्तिकं निर्मितं वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं सो पतञ्जलि इस् द भाष्यकारः तस्य ग्रन्थः महाभाष्य पाणिनिं सूत्रकारं च पाणिनि इस् द सूत्र पाणिनि हेस् किं विरचितं केवलं सूत्राणि सो पाणिनि इस् द सो वेन् वि से वि आर् रीडिङ्ग् पाणिनि ग्रामर् वेन् तत्र पाणिनि एव न यत् उक्तं तत्र पाणिनि वररुचि अपि च पतञ्जलि त्रिमुनिवन्दना त्रिमुनिना यत् उक्तं तदेव पाणिनीयव्याकरणं सो तत्र सूत्राणां प्रमाणं वार्तिकानां प्रमाणम् अपि च परिभाषा तत्र सङ्ख्या अपि अस्ति परिभाषा ये परिभाषाः सन्ति परिभाषा तत्र तेषां सङ्ख्या अपि अस्ति सो निमित्तापाये नैमित्तिकस्य अपायः कुत्रचित् लिखितम् एतत् परिभाषा परन्तु अस्माकं करपत्रे तु लिखितं प्रवादः एव अस्ति न तु परिभाषा अस्तु स्थलविषये कः वदति चेतना भगिनी वदति वा स्थल उपदेशे अजनुनासिक सूत्रेण स्टल् भवति तदनन्तरं धात्वादेशः सः सूत्रेण अपि च निमित्तापाये नैमित्तिकरस्यपि अपायः सूत्रेण स्थल् भवति इदत् और् पूर्वत्रासिद्धम् पूर्वत्र सिद्धम् इत्यनेन धातुवादेशः सः सूत्रस्य कृते अत्र ठकारः न एव वर्तते अत्र थकारः एव अस्ति सो यत्र ठ तत्र थ भवति किमर्थं चेत् तथ स्थाने टठ भवति अत्रापि संहिता अस्ति शकार ठकारयोः मध्ये संहिता अस्ति अतः श्रुत्वावसरः अस्ति अत्र अतः पूर्वे एव कार्यं कृतं स्तोः अष्टुनाष्टुः इति सूत्रेण कार्यं पूर्वे एव कृतं तत् कार्यम् असिद्धम् अस्ति इदानीं धातुवादेशः सः सूत्रस्य कृते तत् कार्यं न दृश्यते, तत् कार्यसिद्धम्, अतः स्थल एव अस्ति अत्र. लटिरूपं स्थल् योग अयोगति स्थलति. यदा ष्ट स्त भवति तदा पूर्वता पूर्वता सिद्धम् इति सूत्रेण इति वदनीयं वा? निमित्तस्यापयेन निमित्याप्यायम् इति प्रवादितम्. You can say nimittapaya naimittikasya apayah or you can say purvatra siddham. Both are correct. Because this is a pravadah which has come from the parampara, from the old parampara. They are saying this from so many centuries. Purvatra siddham is easier to say. निष्विदा, बट् यु शुड् नो न, इफ् सम्बडि आस्क्स् यु पूर्वत्र सिद्धम् इत्यनेन किम्, यु शुड् नो निमित्तपाय नैमित्तिकस्य अपायः इत्यनेन किम्. यदा एकवारं निमित्तम् अपगच्छति, षकारः अपगच्छति, तस्य स्थाने सकारः, तत्र तेन षकारेण यत् पूर्वे कार्यं कृतं तदपि अपगच्छति, षकारस्य प्रभावेन एव थकारस्य ठकारः अभवत्. सो यदा ठकारः गच्छति, ठकारः अपि गच्छति, मूले यत् आसीत् तत् पुनः आयाति, तथैव पूर्वत्र सिद्धम् इत्यनेन किम्. धातुवादिशः सः सूत्रस्य कृते स्तुत्वसन्धिः कार्यम् असिद्धं न दृश्यते. असिद्धम् इत्युक्ते न दृश्यते, तत् सूत्रमेव न वर्तते. अतः तेन सूत्रेण यत् कृतं कार्यं तदपि न दृश्यते, सो ठकारः एव दृश्यते, अतः स्थल् इति भवति. So if you are saying this, you should know why. If you are saying purvatra siddham, you should know why. Tavadev. Purvatra siddham iti ukta che, stova nasu iti sutra ha, sakara se, what should we say? You should say that purvatra siddham iti anena, purve yat tripadi dvara karyam kritam tat, धातुवादेशः सः सूत्रस्य धातुवादेशः सः सूत्रेण एव सकारः भवति न. सो धातुवादेशः सः इति सूत्रं सपादसप्ताध्याय्यां, तस्य सूत्रस्य कृते ठकारः न वर्तते, तत् कार्यसिद्धम् अस्ति, तत्र ठकारः एव अस्ति, अतः स्थल एव भवति. न विद्यते, न वर्तते, तेन सूत्रेण कृतं कार्यं न दृश्यते. यु केन् से न दृश्यते, सूत्रमेव न विद्यते, सूत्रम् असिद्धम् अस्ति, अतः तेन कृतं कार्यमपि न दृश्यते, अतः पुनः तत्र पूर्वे यत् आसीत् तदेव दृश्यते, फलेव दृश्यते, न तु ठ दृश्यते. धात्वादेशः सः इति सूत्रस्य स्तोः स्नुः न दृश्यते. निष्विधा इति यः अस्ति, निष्विधा अत्र कोऽपि कः करोति अत्र? अनुसूया भगिनी वदतु, निष्विधां विषये वदतु. नीव आदिर्निकुलुः इति सूत्रेण प्रथमविद्यमानविकारस्य इत्संज्ञा भवति. तस्य नि इति वर्णसमूहस्य, वर्णसमूहस्य इत्संज्ञा भवति. तस्य लोप इति सूत्रेण तस्य लोपः भवति, स्विधा एव अवशिष्य भागं. अत्र एकम् अन्यत् अनुबन्धवर्णः अस्ति, अन्ते कः वर्णः? आगच्छामि तत्र. उपदेशे जन्नास्क इति सूत्रेण अन्ते वर्तमानः आकार अनुनासिक आकारः इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति, एव अवशिष्यभागं. तदा शः सः इति सूत्रेण धातुवादे शः सः शः सः इति सूत्रेण चकारस्य सकार भवति, स्मिद् भवति, आत्मनेपदी अस्ति भवादिगणेन, गणादिगणे स्विद् अधिकं भवादिगणस्य शप् अधिकं ते भवति. शप् प्रत्ययस्य दशक्तदिति इति सूत्रेण चकारस्य संज्ञा भवति, हलन्त्यम् इति सूत्रेण पकारस्य इति संज्ञा भवति, तस्य लोप इति सूत्रेण षकारपकारयोः लोपः भवति, अतः अ एव अवशिष्यभागं. चिद् अधिकम् अ अधिकं ति तत्र सार्धधातुकार्धधातुकयोः अन्ते कः वर्णः भगिनि, अन्ते कः वर्णः? वर्णानां विच्छेदः करोतु भगिनि. स्विद् अन्ते किं श्रूयते? अनन्तरं अपि अस्ति, अन्ते कः वर्णः? अन्ते दकारः अस्ति, परन्तु पुगन्तलघुपदेशन्तलघुपदेशन्तलघुपदेशन्तधातु स्वेदिते हलन्तधातुः, अन्ते हल् वर्णः, हलन्तधातुः, अतः पुगन्तलघुपदस्य च इति सूत्रेण उपधाया स्थितैः वर्णस्य गुणः भवति, सत्यम् आत्मनेपदी धातु अस्ति, सो स्वेदते इति लटीरूपम्. अस्तु, मञ्जरी भगिनी अस्ति वा? अत्र श्न इति अस्ति, अत्र दृश्यतु, अत्र वदतु भगिनि. श्न अत्र नकारोत्तरवर्ति अकारस्य इन्संज्ञा भवति, उपदेशे जननासिक इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. अनन्तरं निरनुबन्धधातुः अस्ति. वाल्यूम् वाल्यूम् इन्क्रीस् प्लीस् वाल्यूम्. श्रूयते वा? अधुना श्रूयते? अधुना श्रूयते? श्रूयते, अधुना श्रूयते न? हा हा. निरनुबन्धधातुः अस्ति षन्, अत्र नकारस्य नकारः भवति. अत्र केन सूत्रेण कार्यं? रसाभ्यां रसाभ्यां नोनः रसाभ्यां नोनः सूत्रस्य कः अर्थः भगिनि? रसाभ्यां नो नः इति सूत्रस्य कः अर्थः? रसाभ्यां नो नः इति सूत्रस्य प्रसक्तिः अत्र नास्ति. कस्य सूत्रस्य प्रसक्तिः? न स्मरामि, चिन्ता मास्तु. स्क्रीन् दृश्यते वा? हा दृश्यते. सि अत्र दृश्यते, स्क्रीन् न दृश्यते, न दृश्यते वा? अभि अभि दृश्यते. अस्तु, इदानीम् एकनिमिषः महोदय. अत्र एव कुर्मः. अत्र दृश्यतु भगिनि, शन् विषये यः लौकिकरूपम् अस्ति सः सन् अस्ति, इत्युक्ते अत्र णकारस्य दन्त्यनकारः इति भवति, परन्तु चिन्तनं किम्? अत्र दृश्यतु, यदा अत्र अत्र अस्ति धातु अस्ति प्रथमे तत्र यदा यत् सूत्रं वयं जानीमः स्तोः शृणाष्टुः इति सूत्रस्य प्रसक्तिः अत्र अस्ति वा चिन्तयतु अत्र स्तोः शृणाष्टुः इति सूत्रस्य प्रसक्तिः अस्ति वा तेन अपि तत्र शकारस्य प्रभावेन इत्युक्ते तत्र अस्ति कथमस्ति वदतु तथ तथ न न स्थाने न टवर्गीय न कदा भवति कदा भवति शृणा इति तृतीयान्तं कदा भवति एतत् सूत्रं कदा कार्यं करोति यदा तवर्गीयस्य साक्षात् अनन्तरं टु अस्ति अथवा शकारः अस्ति परन्तु अत्र साक्षात् अस्ति वा तवर्गीयवर्णस्य साक्षात् पूर्वे तत्र शकारः वर्तते वा इति प्रश्नः अस्ति कथमस्ति अत्र मध्ये अकारः अपि अस्ति अकारः मध्ये अकारः सो अत्र संहिता नास्ति हियर् शकार नकारयोः मध्ये संहिता नास्ति मध्ये अकारः व्यवधानम् अस्ति बाधा अस्ति सो अत्र श्रुत्वसन्धि अवसरः एव नास्ति हियर् द श्रुत्वसन्धि केनाट् डु द कार्यं बिकास् अत्र संहिता नास्ति वर्णयोः मध्ये संहिता नास्ति सो तृतीयान्तं पदः साक्षात् परे अथवा पूर्वे अस्ति चेदेव कार्यं सो अत्र श्रुत्वसन्धि अवसरः नास्ति इदानीं रसाभ्यां नूनः तेन अपि रेफ् शकारस्य अनन्तरं दन्त्यनकारः अस्ति चेत् समान अखण्डपदे तत्र णत्वं भवति सो रसाभ्यां नूनः इति सूत्रस्य प्रसक्तिः अस्ति वा वदति अपि न रसाभ्यां किमर्थम् इति सूत्रस्य प्रसक्तिः अपि नास्ति रकारः नास्ति रेफ नास्ति न रसाभ्यां नूनः सूत्रस्य कृते निमित्तद्वयं केवलं रकारः नास्ति शकारः अपि अस्ति शकारः अपि अस्ति भ्याम् अस्ति द्विवचने अस्ति रसाभ्यां पञ्चमी द्विवचनात् पदम् अस्ति सो रेफः अपि च शकारस्य साक्षात् अनन्तरं दन्त्यं अस्ति चेदेव नत्वम् अत्र साक्षात् अनन्तरं नास्ति अत्रापि पञ्चमी निमित्तपञ्चमी अस्ति रसाभ्यां सो निमित्तपञ्चमी इत्युक्ते साक्षात् अनन्तरम् अस्ति पूर्वनिमित्तं परकार्यं साक्षात् परे न अस्ति चेदेव सो रसाभ्यां नूनः इति सूत्रस्य अपि अत्र प्रसक्तिः नास्ति सो किमर्थम् अत्र मूर्धन्यनकारः अत्र अट्कुप् वाङ् नुं व्यये अपि सूत्रस्य प्रसक्तिः तेन सूत्रेण एव मूर्धन्यनकारः सो अट्कुप् वाङ् नुं व्यये अपि सूत्रस्य कः अर्थः अत्र अट् कुप् वाङ् नु व्यये अपि अत्र पूर्व सि 8.4.1 एण्ड् दिस् इस् 8.4.2 पूर्वसूत्रस्य सम्पूर्णतया अनुवृत्तिः अत्र सो अट् कुप् वाङ् नु व्यये अपि रसाभ्यां नूनः इति सूत्रस्य सम्पूर्ण अनुवृत्तिसहितसूत्रं सो किम् अट् इति व्यवधानम् अस्ति कु इति व्यवधानम् अस्ति पु इति व्यवधानम् अस्ति अथवा आङ् इति व्यवधानम् अस्ति कस्य मध्ये रेफ् शकारः अपि च दन्त्यनकार मध्ये तत्रापि नत्वं भवति इति सूत्रस्य अर्थः इति व्यवधाने अपि व्यवाये नुम् व्यवाये अपि किं रसाभ्यां नो नः रेफ् शकारस्य साक्षा मध्ये अट् इति व्यवधानम् अत्र अट् इति व्यवधानं किमर्थं चेत् अकारः अट् वर्णः सो अत्र केन सूत्रेण नत्वम् अट् कुप् वाङ् नुं व्यये अपि सूत्रेण अत्र कार्यं पूर्वे एव अभवत् इति तत्र अस्ति सो यदा तत्र धातुवादेशः सह सूत्रेण सकारः भवति सन् इति यः भवति तस्य कृते अट् कुप् वाङ् नु व्यये अपि सूत्रं कुत्र अस्ति भगिनि 8.4.2 त्रिपाद्याम् अस्ति एतत् सूत्रं त्रिपाद्यां सो धातुवादेशः सः सूत्रस्य कृते त्रिपादीसूत्रेण कृतं कार्यम् असिद्धं न वर्तते. सो यदा तत्र स भवति तदा तत्र द्वितीयपरिवर्तनम् अपि करणीयं. मध्ये अत्र अकारः अपि अस्ति, सोरि. सो तत्र किं लौकिकरूपं किम्? सन् सकारः अकारः दन्त्यन इति भवति. सो दिस् इस् वित् रेस्पेक्ट् टु यत्र मूर्धन्यनकारः. सो अत्र करपत्रे तु तत्र दोषेन तत्र लिखितं. तत्र लिखितं यत्र मूर्धन्यनकारः तत्रापि ष्टुत्वसन्धिः भूत्वा एव कार्यं. सि अत्र ह्यः श्ना इति दृश्यते वा? एतत् करपत्रं दृश्यते वा? स्लैड् दृश्यते वा? अत्र सि दिस् धातुः, श्ना इति धातुः. अत्र सि अत्र स्तोः ष्टुनाष्टुः पूर्वे किम् आसीत्? फस्ट् वी विल् सी वाट् वास् एक्सिस्टिङ्ग् वास् दन्त्यश. तस्य अनन्तरं दन्त्यन, अनन्तरम् आकारः. सो दिस् वास् द ओरिजिनल् कण्डिशन्. दिस् वास् द ओरिजिनल् कण्डिशन् न. अत्र कस्य सूत्रस्य प्रसक्तिः? अस्मिन् धातोः तत्र किं श्रूयते? श्ना श्रूयते, मूर्धन्यनकारः श्रूयते. सो अत्र केन सूत्रेण कार्यम्? इदानीं वदतु भगिनि, अत्र कस्य सूत्रस्य प्रसक्ति? अत्र स्तोः ष्टुनाष्टुः इति सूत्रस्यापि प्रसक्तिः. अस्मिन् सोपाने यः श्ना भवति तत्र किमर्थं चेत् शकारस्य साक्षात् अनन्तरं नकारः. सो स्तोः ष्टुनाष्टुः इति सूत्रस्यापि प्रसक्तिः. रसाभ्यां नूनः इति सूत्रस्यापि प्रसक्तिः. द्वयोः सूत्रयोः एकत्र प्रसक्तिः अस्ति चेत् केन सूत्रेण प्रथमे कार्यम्? पूर्वसूत्रस्य. पूर्वसूत्रं किम्? रसाभ्यां नूनः. सत्यं. सो अत्र स्तोः ष्टुनाष्टुः इति सूत्रेण न कार्यम्. अत्र यः मूर्धन्यनकारः श्रूयते केन सूत्रेण? रसाभ्यां नूनः. किमर्थं चेत् षकारस्य साक्षात् अनन्तरं दन्त्यन. अतः अनेन सूत्रेण एव श्ना इति श्रूयते धातुपाठे. परन्तु धातुवादेशः सः सूत्रस्य कृते सर्वाणि सूत्राणि असिद्धानि. वेदर् कार्य इस् फ्रोम् दिस् सूत्र, वेदर् कार्य इस् फ्रोम् दिस् सूत्र, वेदर् कार्य इस् हेपन् फ्रोम् दिस् सूत्र. आल् दीस् सूत्रास् आर् त्रिपादी सूत्राणि. सो धातुवादेशः सः सूत्रस्य कृते एतत् सर्वाणि सूत्राणि असिद्धानि. अतः यदा तत्र धातुवादेशः सः सूत्रेण शकारस्य स भवति तत्र तस्य कृते तु अत्र दन्त्यन एव अस्ति, न तु मूर्धन्यन. तत् कार्य अस्ति, पूर्वे यत् कार्यं कृतं तत् कार्य असिद्धम् अस्ति. अतः स्ना इति. सो वी नीड् टु नो द सूत्रसङ्ख्या एण्ड् त्रिपादी यानि सूत्राणि तस्य सूत्रसङ्ख्या किं तदपि द्रष्टव्यं. सो हलसन्धिसूत्रस्य विषये एतदेव चिन्तनम् अस्ति. तत्र हलसन्धिसूत्रस्य विषये सूत्रसङ्ख्या तत्र स्मर्तव्यं तत्र अस्ति. सर्वैः अवगतं वा? सो तत्र अत्रापि अत्र दृश्यतु स्टीम्. ऐ विल् नाट् रिपीट् दिस्. स्टीम् अत्र किमस्ति? मूर्धन्यषकारस्य साक्षात् अनन्तरं ट. सो अत्र केवलं स्तोः ष्टुनाष्टुः इति सूत्रस्य, न तु रसाभ्याम् अट्कुप्वाम्. अत्र केवलं स्तोः ष्टुनाष्टुः इति सूत्रस्य प्रसक्तिः. अतः यदा तत्र स भवति तत्र ट इति यः अस्ति, कस्य स्थाने ट पूर्वे अभवत्? ट स्थाने. सो टीम् एव अस्ति धातुः. सो विद् रेस्पेक्ट् टु मूर्धन्यनकारः वी हेव् टु सी केन सूत्रेण कार्यं. स सङ्ख्या जानीमः चेदेव तत्र ज्ञातुं शक्यते. अस्तु, सर्वैः अवगतं वा? इदानीं तु समयः पूर्वत्र सिद्धं षन् षन् अस्ति न भवति. तत्र अपि धात्वादेः शः सः पूर्वसूत्रमस्ति, तथा शकारस्य सकारः भवति. तत्र सन् सन् अस्ति, सन् लटीरूपं किम्? तत्रापि सन् भुआदिगणे अस्ति, प्रथमगणे. सन् सन् सन् योग अयोग ति सनति. सनति इति लटीरूपं, किमर्थं चेत् अत्र कोऽपि गुणप्रसङ्गः नास्ति. उपधायाम् एकवर्णः नास्ति, अन्ते नास्ति, केवलं वर्णमेलनं सनति इति रूपम्. अस्तु, अत्र स्थगामः. 8440 अस्ति. सो एतत् ये अन्यधातवः तेषां विषये तत्र चिन्तयतु, तत्र किं केन सूत्रेण अत्र कार्यम्. अस्तु, सो तस्य लटीरूपम् इति निः यः अस्ति, चतुर्थगणे अपि अस्ति, दशमगणे अपि अस्ति, धातुद्वयं धातुपाठे. चतुर्थगणे परस्मैपदी अस्ति, दशमगणे उभयपदी धातु. एतस्य विषये तत्र अग्रिमं कक्षायां तत्र चिन्तनं कुर्मः. ऐ वाण्ट् टु आस्क् अबौट् दिस्. अस्तु, इदानीं तु समयः अभवत्. कोऽपि अन्यप्रश्नः अस्ति वा? नास्ति चेत् अत्र स्थगामः. जगदीश महोदय, शान्तिमन्त्रं पठति वा? ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओं श्रीगुरुभ्यो नमः. हरि ओं तत्सत्. नमस्काराः, धन्यवादाः. धन्यवादाः भगिनि. धन्यवादः. नमस्कारः महोदय. धन्यवादः. धन्यवादः.